माहृमानस्य मन्यवे विमृतायते मनोरथीरश्वन्न सन्दितम् वरुणसीमही पराहि मे विमन्यवा वदन्दिवस्य तिष्ठये वयो नवसतीरुपा कदा क्षत्रश्रियं नरमा वरुणं करामहे मृळीलायोरुचक्षसम् तदित्समानमाशादैर्वेनन्दान प्रयुच्छता धृतव्रता यदाशुषे वेदायो वीनां पदमन्तरिक्षेण पततां वेदनावः समुद्रिया वेदमासो धृतव्रतो द्वादश प्रजावताः वेदाय उपजायते वेदवादस्य वर्तनि मुरोरश्वस्य बृहता वेदाये अध्यासते निषसादधृतव्रतो वरुणः हस्त्या स्वाहा साम्राज्याय सुक्रतो अतो विश्वान्यद्भुता चिकित्वा अभिपश्यति कृतान्या च कर्त्वा स नो विश्वाहा सुक्रतुरादित्यः सुपथाकरल् प्रण आयूंषितारिषल् बिभ्रद्राविं हिरण्ययं वरुणो वस्तनिर्निजम् परिस्पशो निषेदिरे नयन् लिप्सन्ति दिप्सवो न जुह्वाणो जनानाम् न देवमभिमातया उदयो मानुषेष्वायशश्चक्रे असाम्याः अस्माकमुदरेष्वा परामेयन्ति धीरयो गावो न गव्यूधीरनु इच्छन्तीरुचक्षसम् सन्नुवोचावहै पुनर्यतो मे मध्वाभृतम् होदेव क्षदसे प्रियम् दर्शन्नु विश्वदर्शतम् दर्शम् रथमधिक्षमी एवाजुषतमे गिरा इमम् मे वरुणश्रुधि हवमद्या च मृदया त्वामवस्युराचके ॐ विश्वस्य मेधिरदिवश्चग्मश्च राजसीः सयामनि प्रतिश्रुधीः उदुत्तमम् मुमुग्धिनो विपाशम् मध्यमम् श्रुताः अवाधमानि दीवसे वसिष्वाहिमिये ध्यवस्त्राण्यूर्त्याम् वदे स्वयमन्नो अध्वरञ्जाः विनो होदावरेण्यः सदाय विष्ठमन्मभिः अग्ने दिवित्मतावचा आलिष्मा सूनवे पिता विर्यजत्यापये सखा सख्ये वरेण्याः कालो वैरीरिशादसो वरुणो मित्रो अर्यमाः सीदन्तु मनुषो यथाः पूर्व्यहोदरस्य नो मन्दस्वसख्यस्य च इमाः उषुश्रुधीविरा यच्चिद्भिषश्वतातना देवं देवं यजामहे त्वे इद्धूयते हवीः प्रियो नो अस्तु विश्पतिर्होदा मन्द्रो वरेण्याः प्रियाः स्वग्नयो वयम् स्वग्नयो हि वाह्यन् देवासो दधिरे जनाः स्वग्नयो मनामहे अथा न उभयेषामृतमर्त्यानाम् निधः सन्तु प्रशस्तया विश्वेभिरग्ने अग्निभिमै यज्ञमिदं वचा च नो धाः सहसो यहोः